अशरीरकं शरीरेषु अनवस्थेषु अवस्थितं महान्तं विभुमात्मानं मत्वा धीरो न शोचते तद्विज्ञानश्च शोकात्येह इत्यपि दर्शयति अशरीरः स्वेन रूपेण आकाशकल्पः आत्मा तम् अशरीरं शरीरेषु देवपितृमनुष्यादिशरीरेषु अनवस्थेषु अवस्थितिरहितेषु अनित्येषु अवस्थितं नित्यम् अविकृतम् इत्येतत् महान्तं महत्त्वस्य आपेक्षिकत्वशङ्कायामः विभुं व्यापिनम् आत्मा आत्मग्रहणं स्वतो अनन्यत्वप्रदर्शनार्थम् आत्मशब्दः प्रत्येकात्मविषये एव मुख्यः तमीदृशम् आत्मानं मत्वा अयम् अहमिति धीरः धीमा न शोचति न हि एवंविधस्तु आत्मविधः शोकोत्पत्तिः नायमात्मा प्रवचनेन लभ्यो न मे दया न बहुना श्रुतेन यमेवैष वृणुते तेन लभ्यः तस्यैषात्मा विवृणुते तनूगुं स्वाम् यद्यपि दुर्विज्ञेयमात्मा तथापि उपायेन सुविज्ञेय एव इत्याह नायमात्मा प्रवचनेन अनेकवेदस्वीकरणेन लभ्यः ज्ञेयः नापि मेधया ग्रन्थार्थधारणशक्ये न बहुना श्रुतेन न बाह्यश्रुत्येन केवलेन केन तर्हि लभ्य इति उच्यते यमेव स्वम् आत्मानम् एष साधकः वृणुते प्रार्थयति तेनैव आत्मना वरित्र स्वयमात्मा लभ्यः ज्ञायते इत्येतत् निष्कामश्च आत्मानमेव प्रार्थयति आत्मना एव आत्मा लभ्यते इत्यर्थः कथं लभ्यते इति उच्यते तस्य आत्मकामस्य एष आत्मा विवृणुते प्रकाशयति पारमार्थिकीं स्वां तनुं स्वकीयं यथात्म्यम् इत्यर्थः न विरतो दुश्चरितान्नाशान्तो न समाहितः नाशान्तमानसो वापि प्रज्ञानेनैनमाप्नुयात् किञ्चान्यत् न दुश्चरित प्रतिषिद्धश्रुतिस्मृति अविहितात् पापकर्मणः अविरतः अनुपरतः नापि इन्द्रियलौल्यात् अशान्तः अनुपरतः नापि असमाहितः अनेकाग्रमणः विक्षिप्तचित्तः समाहितचित्तोऽपि सन् समाधानफलार्थित्वात् नापि अशान्तमनसः व्यापृतचित्तोऽवत् प्रज्ञानेन ब्रह्मविज्ञान एनं प्रकृतम् आत्मानम् आप्नुयात् यस्तु दुश्चरिताद्विरतः इन्द्रियलौल्याच्च समाहितचित्तः समाधानफलादपि उपशान्तमानसश्च आचार्यवान् प्रज्ञानेन येन मिथोक्तम् आत्मानं प्राप्नोति इत्यर्थः यस्य ब्रह्मचक्षत्रं च उभे भवतवोदनः मृत्युञ्जस्योपसेचनं कैत्था वेद यत्र सः यस्तु अनेवं भूतः यस्य आत्मनः ब्रह्मचक्षत्रं च ब्रह्मक्षेत्रे सर्वधर्मविधारके अपि सर्वप्राणभूते उभे बोधनः अशनं भवतः स्यात् सर्वहरोऽपि मृत्युः यस्य उपसेचनमेव ओदनस्य अशनत्वेऽपि अपर्याप्तः तं प्राकृतबुद्धिः यथोक्तसाधन अनभियुक्तः सन् कः इत्थ इत्थमेवं यथोक्तसाधनवानि वा इत्यर्थः वेदविजानाति यत्र सः आत्मेति इति द्वितीयवल्लीभाष्यं तृतीयावल्ली ऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परार्धे छायातपौ ब्रह्मविदो वदन्ति पञ्चाग्नयो ये च त्रिनाचिकेताः ऋतं पिबन्तौ इति अस्यावल्याः सम्बन्धः विद्याविद्ये नाना विरुद्धफले इति उपन्यस्ते न तु सफले ते यथावन्निर्णीते तन्निर्णयार्थ रथरूपककल्पना तथा च प्रतिपत्तिसौकर्यम् इयं च प्राप्तृप्राप्यगन्तृगन्तविवेकार्थं रथरूपकद्वारा द्वौ आत्मनौ उपन्यस्येते ऋतं सत्यम् अवश्यं भवित्वा तु कर्मफलं पिबन्तौ एकः तत्र कर्मफलं पिबति भुङ्क्ते न इतरः तदापि पातृसम्बन्धात् पिबन्तौ इति उच्येते छत्रिन्यायेन सुकृतस्य स्वयं कृतस्य कर्मणः ऋतमिति पूर्वेण सम्बन्धः लोके अस्मिन् शरीरे गुहां गुहायां बुद्धौ प्रविष्टौ परमे बाह्यपुरुष आकाशसंस्थानपेक्षया परम परार्धे परस्य ब्रह्मणार्थं स्थानं परार्धम् अर्धाकाशं तस्मिन् हि परं ब्रह्म उपलभ्यते ततः तस्मिन् परमे परार्धे अर्धाकाशे प्रविष्टौ इत्यर्थः तौ च छायातपविव विलक्षणं संसारित्व असंसारित्वेन ब्रह्मविदो वदन्ति कथयन्ति न केवलम् अकर्मिणः एव वदन्ति पञ्चाग्नियं गृहस्थः ये च त्रिनाचिकेतः त्रिकृत्वो नाचिकेतो अग्निश्चितः यैः ते त्रिनाचिकेतः यस्येतुरीजानानामक्षरं ब्रह्म यत्परम् अभयं तितीर्षतां पारं नाचिकेतकं शकेमहि यः सेतुः सेतुरिव सेतुः ईजानानां यजमानानां कर्मिणां दुःखसन्तरणार्थत्वात् नाचिकेतं नाचिकेतो अग्निः तं वयं ज्ञातुं चेतुं च शकेमहि शक्तवन्तः किञ्च यच्च अभयं भयशून्यं संसारस्य पारं तितीर्षतां तरितुम् इच्छतां ब्रह्मविदां यत्परम् आश्रयम् अक्षरम् आत्माख्यं ब्रह्म तच्च ज्ञातुं शकेमि परापरे ब्रह्मणि कर्मि ब्रह्मविदाश्रये वेदितव्ये इति वाक्यर्थः तयोरेव हि उपन्यासकृतः ऋतं पिबन्तु इति आत्मानगं रथिनं विद्धि शरीरगं रथमेव तु बुद्धिं तु सारथिं विद्धि मनःप्रग्रहमेव च तत्र यः उपाधिकृतः संसारी विद्याविद्ययोः अधिकृतः मोक्षगमनाय संसारगमनाय च तस्य तदुभयगमने साधनो रतः कल्प्यते तत्र आत्मानं ऋतपं संसारिणं रथिनं रथस्वामिनं विद्धि विजानी शरीरं रथम् एव तु रथबद्ध अयस्थानीयैः इन्द्रियैः आकृष्यमाणत्वा तु शरीरस्य बुद्धिं तु अध्यवसायलक्षणां सारथिं विद्धि बुद्धिनेत्रप्रधानत्वा तु शरीरस्य सारथिनेत्रप्रधानैव रथः सर्वं हि देहगतं कार्यं बुद्धिकर्तव्यमेव प्रायेण मनः सङ्कल्पविकल्पादिलक्षणं प्रग्रहमेव च रचनामेव विद्धि मनसा हि प्रकृतितानि श्रोत्रादीनि करणानि प्रवर्तन्ते रचनया इवाश्व इन्द्रियाणि हयानोः विषयागमस्तेषु गोचरान् आत्मेन्द्रियमनोयुक्तं भोक्तेत्यवहर्मणीचिनः इन्द्रियाणि चक्षुरादीनि हयानाः रथकल्पनाकुशलः शरीरार्थाकर्षणसामान्यात् तेषु इन्द्रियेषु हयत्वेन परिकल्पितेषु गोचरान् मार्गान् रूपादीन् विषयान् विद्धि आत्मेन्द्रियमनोयुक्तं शरीरेन्द्रियमनोभिः सहितं संयुतम् आत्मानं भोक्ता इति संसारी इति आहुः मनीषिणः विवेकिनः न हि केवलस्य आत्मनः भोक्तृत्वमस्ति बुद्ध्यादि उपाधिकृतमेव तस्य भोक्तृत्वं तथा च श्रुत्यन्तरं केवलस्य अभोक्तृत्वमेव दर्शयति ध्यायति वा लीलायति वा इत्यादि एवं च सति वक्ष्यमाणकल्पनया वैष्णवस्य पदस्य आत्मतय प्रतिपत्तिः उपन्दिता न अन्यथा स्वभावानतिक्रमात् यस्तु अविज्ञानवान् भवति अयुक्तेन मनसा सदा तस्येन्द्रियाणि अवश्यानि दुष्टाश्वायव सारथेः तत्रैवं सति यस्तु बुद्ध्याख्यः सारथिः अविज्ञानवान् अनिपुणो अविवेके प्रवृत्तौ च निवृत्तौ च भवति यथा इतरो रथचर्यायाम् अयुक्तेन प्रगृहीतेन समाहितेन मनसः प्रग्रहस्थानीयेन सदा युक्तो भवति तस्य अकुशलस्य बुद्धिसारथेः इन्द्रियाणि अश्वस्थानीयानि अवश्यानि अशक्तिनिवारणानि दुष्टाश्वाः अदान्ताश्वाः इव इतरसारथेः भवन्ति यस्तु विज्ञानवान् भवति युक्तेन मनसा सदा तस्येन्द्रियाणि वश्यानि सदश्वायुव सारथेः यस्तु पुनः पूर्वोक्तविपरीतसारथिः भवति तस्य परमः यस्तु विज्ञानवान् निपुणः विवेकवान् युक्तेन मनसः प्रगृहीतमनः समाहितचित्तः सदा तस्य अश्वस्थानीयानि इन्द्रियाणि प्रवर्तयितुं निवर्तितुं वा शक्यानि वश्यानि दान्तः सदश्वैव इतरसारथेः यस्तु अविज्ञानवान् भवति अमनस्कः सदा शुचिः न स तत्पदमाप्नोति सगंसारं चाधिगच्छति तत्र पूर्वोक्तस्य अविज्ञानवतः बुद्धिसारथेः इदं फलमः यस्तु अविज्ञानवान् भवति अमनस्कः अप्रगृहीतमनस्कः सः तत एव अशुचिः सदैव न सः रथी तत्पूर्वोक्तम् अक्षरं यत्परं पदम् आप्नोति तेन सारथिनं न केवलं तन्नाप्नोति संसारं च जन्ममरणलक्षणम् अधिगच्छति यस्तु विज्ञानवान् भवति स मनस्कः सदा शुचिः स तु तत्पदमाप्नोति यस्माद्भूयो न जायते। यस्तु द्वितीयः विज्ञानवान् भवति विज्ञानवत् सारथ्युपेतो रथी विद्वान् इत्येतत् युक्तमनः समनस्कः सः तत एव सदा शुचिः स तु तत्पदम् आप्नोति। यस्मात् आप्तात्पदात् अप्रच्युतः सन् भूयः पुनः न जायते संसार। विज्ञानसारथिर्यस्तो मनः प्रग्रहवान्नरः सोद्गुणः पारमाप्नोति तद्विष्णो परमं पदम्। इं तत्पदम् इत्यः विज्ञानसारथिः यस्तु यो विवेकबुद्धिसारथिः पूर्वोक्तः मनःप्रग्रहवान् प्रगृहीतमनः समाहितचित्तः सन् शुचिः नरो विद्वान् सः अद्वनः संसारगतेः पारं परमेव अधिगन्तव्यम् इत्येतत् आप्नोति। मुच्यते सर्वसंसारबन्धनैः तत् विष्णोः व्यापनशीलस्य ब्रह्मणः परमात्मनः वासुदेवाख्यस्य परमं प्रकृष्टं पदं स्थानं सतत्वम् इत्येतत् यत् असौ आप्नोति विद्वान्। इन्द्रियेभ्यः पराहर्ता अर्थेभ्यश्च परं मनः मनसस्तु परा बुद्धिः बुद्धिरात्मा महान् परः। अधुना यत्पदं गन्तव्यं तस्य इन्द्रियाणि स्थूलानि आरभ्य सूक्ष्मतारतम्यक्रमेण प्रत्यगात्मतया अधिगमः कर्तव्य इति एवमर्थम् इदम् आरभ्यते। स्थूलानि तावदिन्द्रियाणि तानि यैः परैः अर्थैः आत्मप्रकाशनाय आरब्धानि तेभ्यः इन्द्रियेभ्यः स्वकार्येभ्यः ते परा हि अर्थः सूक्ष्ममहान्तश्च प्रत्यगात्मभूताश्च। तेभ्योऽपि अर्थेभ्यश्च परं सूक्ष्मतरं महत् प्रत्यगात्मभूतं च मनः। मनःशब्दवाच्यं मनसः आरम्भकं भूतसूक्ष्मं सङ्कल्पविकल्पादि आरम्भकत्व मनसोऽपि परा सूक्ष्मतर महत्तर प्रत्यगात्मभूता च बुद्धिः। बुद्धिशब्दवाच्यम् अध्यवसायादि आरम्भकं भूतसूक्ष्मं बुद्धिः आत्मा सर्वप्राणिबुद्धीनां प्रत्यगात्मभूतत्वात् आत्मा महान् सर्वमहत्व अव्यक्ताद् यत् प्रथमं जातं हैरण्यगर्भं तत्त्वं बोधबोधात्मकं महान् आत्मा बुद्धेः परैत्युच्यते।